येनाक्षरसना समाम्नाय अधिगम्यम् महेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः सुप्रभातं सर्वेषां सुप्रभातं सुप्रभातं सुप्रभातं प्रष्टुम् इच्छन्ति वा वक्तुम् इच्छन्ति इतोपि मुत्तुलक्ष्मी केवलम् आडियो अस्ति किम् अभवत् तत्र ओके कोऽपि प्रश्नः नास्ति भवतः भवत्याः पक्षे कोऽपि प्रश्नः नास्ति अतः मम प्रश्नाः सन्ति पुनः पुनः तदेव प्रष्टव्यम् इति भासते वयं ओके गीता वयं कति अनुबन्धसूत्राणि पठितवन्तः अनुबन्धसूत्राणि लशक्वतद्धिते न सूत्रस्य नाम सूत्रम् आवश्यकं नास्ति केवलं कति अस्तु भगिनि नव इति मन्ये नव इति मन्ये न सप्त ओके अस्तु भगिनि ओके अस्तु भगिनि अस्तु न कन्फर्म् करोतु आं भगिनि आं भगिनि अनन्तरं भागीरथी तत्र वयं तु हलन्त्यम् इति सूत्रं कदा अस्माकं मनसि उद्भवति अन्ते हल् वर्णः अस्ति चेत् अन्ते कस्य अन्ते हल् वर्णः अस्ति चेत् उपदेशस्य किं पृष्टवती भगिनि तत्र किं मनसि निधाय हलन्त्यम् उपयोगं कर्तव्यं नादकसूत्रमपि एकम् अस्ति न आं भगिनि अन्ते उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् इच्छन्या भवति परन्तु न विभक्तौ कुस्मः इति बाधकसूत्रेण इच्छया न भवितुम् अर्हति ओ कुत्र उपदेशे अर्थमुक्तवती जया पूरयतु आम् स हलन्त्यम् अद् बाधकसूत्रं रैट् स उपदेशे कुष्माः बाधकसूत्रम् अस्ति परन्तु हलन्त्यं कदा उपयोगं कुर्मः कदा न उपयोगं कुर्मः स उपदेशे विभक्तौ अन्त्याः हलः कुष्मः न इतः इति सूत्रं यदा उपदेशे विभक्ति अवस्थाः विभक्ति इत्युक्ते तिङ् अस्ति परन्तु यदा विभक्तिप्रत्ययः अस्ति तदा अवश्यम् एतस्य किञ्चित् अधिकं चिन्तनं कर्तव्यं केन कारणेन भागीरथी केन कारणेन अधिकं चिन्तनं कर्तव्यम् अलङ्क्यं साक्षात् उपयोगं न कर्तुं शक्नुमः न विभक्तौ कृष्णः इति अस्ति वा उपदेशे भगिनि उपदेशे विभक्तु अन्त्याः कलह तुष्मः चेत् न इतः भवति. तुष्मः चेत् इत्युक्ते तुष्मः वर्णस्य सकारः मकारः तवर्गीयवर्णः विभक्त्यां तवर्गीयवर्णः मकारः सकारः च इत्सञ्ज्ञकाः न भवन्ति. न भवितव्यम् उष्णः इत्युक्ते तवर्गीयवर्णः मकारः सकारः सत्यम् इदानीं पठन् वा भगिनि ओके तत्र विभ अनुबन्धसूत्राणि वयं पठितवन्तः. तत्र तु वयं केवलं संज्ञा इति नामकरणं कुर्मः. तदनन्तरं किं कार्यं कर्तव्यम्? इत्संज्ञा अनन्तरं तस्य लोपः इति सूत्रेण तस्य इत्संज्ञा वर्णः लोपः भवति. इत्संज्ञावर्णस्य लोपकार्यम् लोपः ओके. इदानीं अहं केवलं किञ्चित् पुनरद्वासं करोमि. पुत्रलक्ष्मी अस्ति वा? नमो नमः महोदय. नमो नमः. वयम् अनन्तरं किञ्चित् सार्वधातुकम् इति सूत्रं पठितवन्तः. ओके पठने अस्ति. आम् आम् अस्ति. इदानीं किञ्चित् पुनरभ्यासं कुर्मः. किञ्चित् सार्वधातुकं स्वयमेव सम्पूर्णमस्ति वा अनुवृत्ति सहितं कर्तव्यम्? सार्वधातुक आर्धधातुकयोः इति सूत्रमस्ति. किञ्चित् सार्वधातुकार्धधातुकयोः विषये अहं न पृच्छामि. अहं केवलं किञ्चित् सार्वधातुकम् इति सूत्रं यदस्ति तत् सम्पूर्णमस्ति वा अनुकृतिसहितं वयं कुर्मः. तिङ्क्षित् सार्वधातुकं सूत्रं सम्पूर्णं नास्ति. ओके सम्पूर्णं कथं कुर्मः? तिङ्क्षित् सार्वधातुकं सार्वधातुकः अस्ति चेत् इतोगुणवृद्धिः इति पुनः भवति. न न न न अहं सूत्रस्य स्पष्टीकरणं न पृच्छामि. भवत्याः प्रश्नं स्पष्टतया किञ्चित् ओके. तिङ्क्षित् सार्वधातुकं यदस्ति ओके तत्र वयं जानीमः परन्तु सूत्रं वयमेव सम्पूर्णमस्ति वा तत्र केचन पदानि किम् अवशिष्टानि अथवा सम्पूर्णं कर्तुं कर्तुम् अन्यत्र वयं गच्छामः एवमपि अस्ति वा? सम्पूर्णं नास्ति. अन्यसूत्रमपि तत्र आगच्छति. अहम् उदाहरणं ददामि तदा किञ्चित् स्पष्टम् अधिकं भविष्यति. अस्माकं मध्ये हलन्तम् इति सूत्रम् आगतं पूर्वं महोदय शब्दं मन्दं मन्दं श्रूयते. बहु मन्दं मन्दं श्रूयते. आं भगिनि वेरि वाय्स् वेरि स्टेबल् भगिनि. भागीरथी भगिनी म्यूट् मध्ये स्थापयतु कृपया. हलो हलो मुकुलक्ष्मी इदानीं श्रूयते आम् इदानीं श्रूयते आं श्रूयते ओके इदानीम् उदाहरणरूपेण अहं ददामि हा हलन्त्यम् इति सूत्रं वयं पठितवन्तः परन्तु सूत्रं स्वयं सम्पूर्णं नास्ति एतत्तु वयं जानीमः तत्र तु वयम् उपदेशे जनुनासिक इति सूत्रस्य केचन भागाः वयं स्वीकुर्मः उपदेशे इति पदं स्वीकुर्मः इत् इति पदं स्वीकुर्मः तदनन्तरं हलन्त्यम् इति सूत्रस्य सम्पूर्णरूपं पश्यामः चेत् तत्र उपदेशे अन्त्यं हल् इत् इति अन्तिम रूपं वयं प्राप्नुमः अवगतम् आम् आम् आम् अवगतम् एवमेव पुनः न विभक्तौ तु स्माः इति वयं सूत्रं पठितवन्तः तत्र उपदेशे जनुनासिक इत् ततः उपदेशे इत् इति पदद्वयं स्वीकृतवन्तः हलन्त्यम् इति सूत्रस्य हल् अन्त्यं पदद्वयं स्वीकृतवन्तः तदनन्तरं न विभक्तौ तु स्माः एतस्य सूत्रस्य सम्पूर्णरूपं प्राप्तवन्तः उपदेशे विभक्तौ अन्त्याः हलः तु स्माः न इतः अवगतम् इदानीम् उदाहरणानि आम् आम् इदानीम् एवमेव अहं पृच्छामि किञ्चित् सार्वधातुकम् इति सूत्रं स्वयमेव सम्पूर्णमस्ति वा अन्यत्र गत्वा वयं पदानि स्वीकृत्य सम्पूर्णं कुर्मः अन्यत्र गत्वा पदानि स्वीकृत्य एव सम्पूर्णं कुर्मः सार्वधातुकयोः गुणः गुणकार्यं सूचयति परिभाषास्ति वृद्धिः इति न किमपि शुद्धं नास्ति पूर्णिमा भवती स्मरति किञ्चित् सार्वधातुकं भगिनि अहं वदामि वा भगिनि स्वयमेव किञ्चित् सार्वधातुकम् इत्युक्ते तिङ्प्रत्ययाः क्षित्रत्ययाः एकविंशतिः स्वयमेव पूर्णिमा प्रश्नं सम्यक्तया अवगच्छतु अहं किञ्चित् सार्वधातुकम् एतस्य उपयोगविषये अहं न पृच्छामि अहं सम्पूर्णविषये पृच्छामि ओके एकनिमिषं पूर्णिमा यत् चिन्तयति तस्य विषये किञ्चित् स्पष्टीकरणं कृत्वा अग्रे गच्छामः पूर्णिमा अवगतवती वा सार्वधातुकं स्वतन्त्रसूत्रमस्ति संज्ञा स्वतन्त्रसूत्रमस्ति हा स्वयमेव सम्पूर्णमस्ति सत्यं सत्यं सत्यम् असत्यम् ओके असत्यम् असत्यं हा तत्र तु स्वयमेव सूत्रं सम्पूर्णं नास्ति प्रत्ययः इति सूत्रस्य सम्पूर्णं पदं स्वीकरोति प्रत्ययः परश्च इति अपि अस्ति तत्र धातोः इति अपि अस्ति तदनन्तरम् अन्तिमरूपं धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम् इति सम्पूर्णसूत्रम् आगच्छति भगिनि धातोः इत्युक्ते तिङ् प्रत्ययः धातु कथं भवति भगिनि महोदय अत्र केवलं सूत्रस्य सम्पूर्णार्थं वयं स्वीकृतवन्तः एतानि पदानि ओके प्रत्ययः इति पदं परश्च इति द्वितीयपदं धातोः इति पुनः एकं पदं वयं स्वीकृत्य धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम् इति सूत्रस्य सम्पूर्णार्थं पदानि स्वीकृतानि सन्ति. अवगतं? हा, अहं तु किं हलन्त्यं न विभक्तौ तु स्मः, तत्रापि किम् उदाहरणानि दत्तवती न? उपदेशे अनुनासिक इत् ततः पदद्वयं स्वीकृतम्. उपदेशे इति एकं पदम्, इत् इति अन्यं पदम्, तदनन्तरम् उपदेशे अन्त्यं हल् इत् इति सम्पूर्णसूत्रं वयं प्राप्तवन्तः. न विभक्तौ तु स्मः विषये अपि अहम् उक्तवती न, उपदेशे विभक्तौ अन्त्याः हलः तु स्मः न इतः इति सम्पूर्णसूत्रम् अस्ति. परन्तु अस्माकं कृते कोटेशन् मध्ये तु न विभक्तौ तु स्मः एव उपयोगं कुर्मः, हलन्त्यम् एव उपयोगं कुर्मः. अवगतम्? अनुवृत्तिसहितसूत्रं भिन्नं, सूत्रं भिन्नम्. ओके, अतः न विभक् किञ्चित् सार्वधातुकं सूत्रं स्वयं सम्पूर्णं नास्ति, तत्र तु अनुवृत्ति आगच्छति. अनुवृत्तिसहितसूत्रम् अस्ति धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम्. अस्तु लक्ष्मी, अवगतवती? आम्, अवगतम्. इदानीं प्रतिभा. आं भगिनि, ओके. इदानीं किञ्चित् सार्वधातुकं सूत्रविषये एव अहं पुनः पृच्छामि. सम्पूर्णसूत्रम् इदानीं वयं जानीमः. हा, इदानीं सूत्रस्य उपयोगं कदा कदा वयं कर्तुं शक्नुमः? गुणः भवति चेत्, अङ्गस्य इगन्तस्य अङ्गस्य गुणः भवति चेत् तिंशित् सार्वधातुकं प्रत्ययस्य उपयोगं भवति भगिनि. सरस्वती, तदेव प्रश्नम् अहं पुनः पृच्छामि, किञ्चित् अधिकं स्पष्टता आवश्यकम् अत्र. भवती किं वदति? अस्माकं हस्ते तिंशित् सार्वधातुकम् इति सूत्रम् अस्ति, कदा कदा एतस्य उपयोगं कर्तुं शक्नुमः? सार्वधातुकं जस्ट् नामकरणम्. ओके, सार्वधातुकं नामकरणं यदा कर्तव्यं, यदा तिङ् धातोः परे तिङ् अथवा षित् प्रत्ययः अस्ति, तस्य नाम सार्वधातुकम्. यदा सार्वधातुकं नामकरणं कर्तव्यं चेत् तदा तिंशित् सार्वधातुकम् इति सूत्रस्य उपयोगं कुर्मः. परन्तु अवकाशः कदा प्राप्नुमः? यदा प्रत्ययः तिङ्स् प्रत्ययः अस्ति अथवा षित् प्रत्ययः अस्ति, तदा एव नामकरणं सार्वधातुकम् इति कर्तुं शक्नुमः. अवगतम्? प्रश्नः अस्ति प्रतिभा, प्रश्नः अस्ति? न भगिनि, अवगतम्. अवगतम्, ओके. इदानीं ओ सुब्रह्मण्यं, सुब्रह्मण्यम् अहं तु प्रश्नं प्रष्टुं न इच्छामि, हा, परन्तु तथापि सार्वधातुकार्धधातुकयोः इति सूत्रं यदस्ति, हा, तस्य उपयोगं कदा कुर्मः? सार्वधातुक आर्धधातुकयोः आदौ अनुवृत्तिसहितसूत्रम् अस्ति, अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति. अङ्गस्य तत् परिपूर्णं नास्ति, तदनन्तरं भवति इगन्तस्य अङ्गस्य सार्वधातुक आर्धधातुकयोः गुणः यदा अङ्गस्य अन्तिमवर्णः इत् वर्णः अस्ति चेत् तत्र तस्य गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः इति उच्यते. बहु सत्यम्. ओके, इदानीं का अस्ति? अरे गता वा उषा? उषा आसीत् न? तस्याः पर्यायः आगच्छति चेत् अदृश्य भवति. She has some problems already. Internet problem, ha? Internet okay, problem. Okay, Anil. Alone. Oh, okay. Calm, Maria. Some illness at home. Okay. Anil. Sarvadhataka. Namaste. Bhavan gachati, agachati, gachati, agachati. Kativaram ka edat karoti, ha? Antarjale samasya. अन्तर्जाले समस्या अस्ति महोदय. समस्या अस्ति. ओके, इदानीं सार्वधातुक अर्धधातुकयोः सम्पूर्णसूत्रं किम् अस्ति तत्र? सार्व मतलब् अनुवृत्तिसहितसूत्रम्. अनुवृत्तिसहितसूत्रम्. ओके, अनुवृत्ति अहं सुब्रह्मण्यं महोदय उक्तवान् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. ओके, इदानीं प्रश्नः उदेति गुणः इत्युक्ते किम्? गुणः गुणः इत्युक्ते त्रीणि वर्णा अस्ति. ए ए ओ रि ल रि. ओ हो हो हो हो, गुणवर्णाः के? गुणवर्णाः के? यण्सन्धिविषयमा वदतु. ओके, तत्र तु भ्रमः अस्ति. गुणवर्णाः के? न, इकवर्णे गुण अस्ति, गुण वर्तते, परन्तु इकवर्णानाम् एव गुणकार्यं वर्तते. ओके, परन्तु गुणः इत्युक्ते गुणकार्यविषये चिन्तयामः चेत् वर्णाः के आगच्छन्ति तत्र? ई स्थाने ए आगच्छति, उ स्थाने ओ आगच्छति, रि स्थाने रि स्थाने. मा चिन्तयतु इदानीं, रि विषये मा चिन्तयतु, मा चिन्तयतु. तत्र तु भिन्न प्रोसेसिङ्ग् भवति. गुणवर्णाः के? एतस्य ज्ञानम् आवश्यकं. ते के? आ ए ओ. ए ओ. ह्रस्व अकार, एकार, ओकार. ओके, इदानीं वृद्धिवर्णाः के? वृद्धिवर्ण ऐ ए ऐ ओ औ. ए ऐ ओ औ न, ए गुणवर्णाः सन्ति. ऐ ऐ औ ऐ औ आ अपि अस्ति. दीर्घ आ ऐ औ आ ऐ औ एते वृद्धिवर्णाः सन्ति. ओके, इदानीं दीर्घ इकार दीर्घ उकार वृद्धिवर्णः नास्ति वा? न न न न, एवं न. तत्र तु इक् वर्णानां कृते कार्यं यद्वयं कुर्मः तदस्ति. इक् वर्णस्य परिवर्तनं भवति. गुणकार्यं कुर्मः चेत् इक् वर्णस्य परिवर्तनं भवति, वृत्तिकार्यं कुर्मः चेत् पुनः इक् वर्णस्य एव परिवर्तनं भवति. परन्तु परिवर्तनं किं भवति? इक् वर्णस्य अ ए ओ इति परिवर्तनत्रयं सन्दर्भानुगुणं भवति. एवमेव वृत्तिकार्यमस्ति चेत् आ ऐ औ इति सन्दर्भानुगुण परिवर्तनं भवति. ओके, तत्तु वयम् अग्रे पश्यामः कथं अकारः आकारः आगच्छति तस्मिन् विषये किञ्चित् क्लेशः अस्ति. ओके, ऐ औ ए ओ एतत्तु बहु सरलम् अस्ति, परन्तु अकारविषये किञ्चित् अधिकं ज्ञानम् आवश्यकम्. अतः एव ऋ ल अहं न स्वीकृतवती अस्मिन् स्तरे. ओके, अग्रे आगच्छति. अत्र सर्वेषां स्मरणार्थम् एक उपाय अस्ति, अत्र संज्ञासूत्रम् अस्ति, तत् स्मर्तव्यम्. अदेङ् गुणः वृद्धिरादयं भवति, स्मरणं तु भवति, अग्रे अग्रे आगच्छति. अग्रे आगच्छति, तस्मिन् समये किञ्चित् अधिकं स्पष्टीकरणं भविष्यति. ओके, कारणम् अदेङ्गुणः तस्यापि स्पष्टीकरणम् आवश्यकं, वृद्धिरादयस्यापि तस्यापि अत् आगच्छति, आत् आगच्छति, एङ् आगच्छति. ओके, तत्र किञ्चित् स्पष्टीकरणं पुनः आवश्यकं, तस्मिन् समये पश्यामः आगच्छति चेत्. ओके भगिनी, देट् इस् इकगुणवृद्धि, रैट्? देट् वन् यु आर् टाकिङ्ग् अबौट्, रैट्? हा, इको गुणवृद्धिः. न, अहम् इदानीम् इको गुणवृद्धिविषये अहं न पृच्छामि. हा, अनिल् महोदयं किं पृष्टवती? गुणः, गुणवर्णाः गुणवर्णाः काः? ए ओ. वृद्धिवर्णाः काः? आ ऐ औ. ओके, अनन्तरं कुत्र गुणकार्यं वा वृद्धिकार्यं भवति? हा, भागीरथी, भागीरथी, गुणकार्यं वा वृद्धिकार्यं कुत्र वयं कुर्मः? इको गुणवृद्धि, इकः स्थाने, इकः स्थाने एव गुणकार्यं वा वृद्धिकार्यं भवितुम् अर्हति. ओके, हा, ओके, चन्द्रमती, हा, अस्माकं हस्ते तु सार्वधातुकार्धधातुकयोः इति सूत्रं तु अस्ति, परन्तु सम्पूर्णसूत्रं किं वदति? इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. हा, अत्र इदानीम् अङ्गस्य एतस्य किञ्चित् अवगमनं ददातु. अङ्गस्य यदस्ति पदं सार्वधातुक आर्धधातुकयोः पूर्वं किम् अस्ति तद् अङ्गं भवति, प्रत्ययस्य पूर्वं किम् अस्ति तद् अङ्गं भवति. ओके, गीता महोदय, भवती किं वदति अङ्गविषये? इतोपि अस्ति भवत्याः चिन्तने? आम् आं भगिनि, प्रत्ययस्य पूर्वं यत् अस्ति सा उक्तवती, परन्तु एक उदाहरणं स्वीकुर्मः चेत् पठति इति अस्ति. तिङ्गस्य तिङ् प्रत्ययस्य पूर्वं पठ इति अङ्गः. शक शिप् प्रत्ययः तत्र अस्ति, पट् प्लस् आ प्लस् पट् प्लस् आ प्लस् ति, तत्र शप् प्रत्ययः अस्ति, तस्मात् पूर्वं पट् इति अङ्गः भवति. इत्युक्ते यदा प्रत्ययः सार्वधातुकः अथवा आर्धधातुकः अस्ति, तस्य पूर्वं यत् आगच्छति तदस्ति अङ्गं तस्य कृते. आम्, ओके, प्रत्ययस्य कृते. प्रत्ययः सार्वधातुकम् अस्ति, तस्य किं पूर्वं यत्किमपि आगच्छति प्रत्ययस्य कृते, तद् भागम् अङ्गम् इति आगच्छति. यत् उक्तवती पठ् धातुविषये, पठ् इति यत् भागम् अस्ति तत् शप्रत्ययस्य कृते अङ्गम् अस्ति. सिप् यद्भागम् अस्ति तस्य कृते पठ यद्भागम् अस्ति तद्भवति अङ्गम्. अवगतं भिन्नता? हा, प्रश्नः अस्ति वा? न भगिनि. अहं किं दर्शयितुम् इष्टवती, अष्टाध्यायी धातुपाठ. ओ भू यदि वयं पश्यामः, ओके, इदानीं वयम् अस्माकं प्रक्रियाविषये पश्यामः. हा, किं वयं केवलं शप् विषये दृष्टवन्तः, अन्यविषये अग्रे अग्रे पश्यामः. हा, यद् महोदय सुब्रह्मण्यं महोदय गत अवसरे उक्तवान्, हा, विवक्षायां लट् इति आगच्छति, तत् तदनुगुणं प्रोसेसिङ्ग् भवति. परन्तु वयम् अस्मिन् स्तरे केवलं शप् विषये दृष्टवन्तः. हा, अन्यविषयान् अग्रे अग्रे पश्यामः. हा, टिप् विषये अस्ति, लट् विषये अस्ति, शप् विषये अपि केवलं कर्तरि रूपे शप् आगच्छति, अन्यथा न आगच्छति. एतत् सर्वम् अस्ति. हा, अग्रे. हा, इदानीं प्रश्नः उदेति, वयम् अस्माकं पुबन्तविषये अग्रे पठामः वा किम्? अत्र किम् अस्ति? हा, एतत् कृतं वा? सरलमस्ति चेत् अग्रे गच्छामः, अन्यथा एतत् अपि कुर्मः. वदन्तु. हा, तत्तु अभ्यासरूपेण गृहकार्यरूपेण दत्तमस्ति न? सरलमासीत्, कृतम् अस्ति, अत्र दर्शनीयं वा अग्रे गच्छामः? कृतं कृतं भगिनि, गृहे कृतं. गृहे कृतं तु ओके, भवती तु कृतवती. ओके, सरलमासीत् आं भगिनि. ओके, अन्यजनाना जनान् कृते किम् आसीत्? कन्नम्मा कृतवती, कृतवती भगिनि. सरलं दर्शनीयं वा अग्रे गच्छामः? अग्रे गच्छामः भगिनि. एक भगिनी, अहम् एक धातोः विषये वदामि. अहं कृतवती, अहं मन्ये साधु अस्ति इति. भवती कृपया चेक् परिशीलनं करोति? एक उदाहरणम् एक एवम् अहं वदामि. गर्जति भवादिगणे अस्ति. तत्र विभजनं कृत्वा गर्ज प्लस् अकार अनुनासिक अस्ति. अत्र अजनु अनुनासिक अकार अनुनासिक अस्ति, अनुनासिक अस्ति. ओ ओ, अहं तु अं कृतवती तत्र. I think I'm doing something wrong. No. What am I doing wrong? Eka namisham, huh? I'm vismritavati key combination. Huh, okay. अ यदस्ति तत् अनुनासिक अकारः अस्ति. ओके, अग्रे अग्रे अजनुनुनासिक इत् इति सूत्रेण आङ् इत् संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति. ओके, अनन्तरं कर्तृ शब्द शप् शप् अधिकं ति तिङ् प्रत्ययः अस्ति, अतः अत्र लसक्व तद्धिते शकारः हलन्त्यं पकारः तस्य लोपः इति सूत्रेण सकारपकारयोः लोपः भवति, आविशिष्यति. गर्ज् प्लस् आ प्लस् ति एतस्य अनन्तरं गर्ज् अधिकं गर्ज् प्लस् आ प्लस् अधिकं ति. ओके, अस्मिन् स्तरे अस्मिन् स्तरे षित् प्रत्यय षित् प्रत्ययः अस्ति, तत्र तिङ् षित् सार्वधातुकम् इति सूत्रेण अत्र किमपि गुणकार्यं न भवति, इक् किमर्थ इक् वर्णः अङ्गस्य इक् वर्णः नास्ति, अङ्गस्य भागे इक् वर्णः अङ्गस्य भागे इक् वर्णः नास्ति, तदेव गर्जति इति शुद्ध रूपं अन्तिमरूपं सिद्धं भवति. ओके, अवगतं सर्वे जनाः? अत्र तु गुणकार्यं विना वयं रूपसिद्धं कृतवन्तः. केन कारणेन? केन कारणेन? एकवर्णः अङ्गस्य भागे एकवर्णः नास्ति. किमस्ति जया, पुनः वदतु. द नेक्स्ट् वन् आल्सो सेम् थिङ्ग् खाद्र खाद्र अत्र किमस्ति? अत्रापि अनुनासिककारणेन इत्संज्ञा भवति, तस्य लोपकारणेन लोपः. कस्य इत्संज्ञा भवति? अनुनासिक अनुनासिक किम्? अच्छ अनुनासिक अकार खाद् प्लस् आ उपरि अनुनासिक आ उपरि अनुनासिक ओ वर्णमे वर्णविभजनं करोतु. खाद्र एतस्य खाद्र ऋकार खाद् प्लस् न सम्पूर्णवर्णविभजनं करोतु. ओके, खकार खकार आकार आकार आकार दकार दकार ऋकार ऋकार. ओके, ऋकार परन्तु ऋकार कथम् अस्ति? अनुनासिक ऋकारः अस्ति, अकार नास्ति तत्र. ओके ओके, अनन्तरं किं भवति? उपदेशे अजन्नासिक इत् कारणेन सूत्रकारेण ऋकार इत्यस्य इत् संज्ञा भवति, ऋकारस्य इत् संज्ञा भवति, ऋकारस्य इत् संज्ञा भवति. तदनन्तरम् अवशिष्टभागं किम् आगच्छति? खाद् खाद् खाद् खाद् तत्र वयं किं योजयामः? वादिगणीयधातुः अस्ति, अतः प्रत्ययः किम्? तिङ् प्रत्ययः के तिङ् प्रत्ययः तिङ् प्रत्ययः तु सर्वत्र आगच्छति यदा वयं लकाररूपं कुर्मः तदा तु आगच्छति तत्पूर्वं किं किम् आगच्छति विकरणप्रत्ययः तत् किं वादिगणस्य शप् शप् शप् ओके शप् पूर्वरूपं तु शप् शके लशक्वदने कारणेन शकार भवति हलन्त्यं कारणेन फकार इत्यनेन अनन्तरम् अकारः एव अवशिष्यते अनन्तरं खादति इति अन्तिमरूपम् अन्तिमरूपम् आगच्छति खादति ओके आम् धन्यवादः ओके अन्य कोऽपि किमपि प्रष्टुं वा कर्तुम् इच्छति करोमि वा ब्रिञ्ज् अहं करोमि वा एकनिमिषं का वदति पूर्णिमा हा पूर्णिमा धातु किं स्वीकर्तुम् इच्छति किमपि भवत्याः इच्छा मम इच्छा ओके हा अत्र किम् अवशिष्टमस्ति हा डुपचष् इति अस्ति अन्यथा ह्रि इति अस्ति करोमि वा डुपचष् ओके डुपचष् करोतु हा भवादिगणस्य धातुः अस्ति धातु अस्ति भवादिगणस्य धातुः अस्ति लट्लकार धातु प्रथमं उपदेशे अनुनासिक इति सूत्रस्य आधारेण प्रथमवर्णविभजनं कुर्मः लकारस्य डु डु एव स्वीकर्तव्यं डु ओके डु एव स्वीकुर्मः अस्माकं कार्यं सरलं भविष्यति डु एव वयं स्वीकुर्मः डु अनन्तरं अकारः अनुनासिकः अनुनासिक अकारः अनुनासिक अकारः चकारः अकारः चकारः अकारः अनन्तरम् ओ अत्र मम दोषमस्ति हा पकार अस्मिन् अकारस्य उपरि अहं तु शुद्धं न लिखितवती हा प अत्र अस्ति भवेत् ओके चकारस्य उपरि ओके चकारस्य उपरि यत् अकारः अकारस्य चिह्नम् अस्ति तत्र अनुनासिकचिह्नं भवितव्यम् अकार ओ अरे आ कथम् आगतम् ओके अनन्तरं हा डु अकार अकार चकार अनुनासिक अकार अनन्तरम् तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति न वर्णविभजने सम्पूर्णं कृतवती भगिनि डु पकार अकार चकार अनुनासिक अकार शकार शकार शकार न उक्तं हा अथवा न लिखितम् कदाचित् भवती उक्तवती अहं न लिखितवती अस्तु महोदय इदानीं किं किं गच्छति प्रथम अकार प्रथम अनुनासिक अकारः गच्छति केन सूत्रेण उपदेशे अनुनासिकः इत्यपि सूत्रस्य आधारेण अनुनासिक अकारः गच्छति अनन्तरं आदिर्मिकः इति सूत्रस्य आधारेण आदौ डु अस्ति तदपि प्राप्नोति इत्संज्ञा भवति अनन्तरम् अनन्तरं हलन्त्यम् इति सूत्रस्य आधारेण अन्तिमशकारस्यापि इत्संज्ञा भवति अनन्तरम् अनन्तरं तस्य लोपः इति सूत्रस्य आधारेण तेषां लोपः भवति तेषां लोपः भवति अवशिष्टं किम् अवशिष्टभागं पच् इति भवति पच् तत्र अहं किं योजयामि करोमि भगिनि इदानीं तु छप् भवादिगणस्य धातु इति कारणेन प्रत्यकरणप्रत्ययः अस्ति अनन्तरं भवति विकरणप्रत्यये लचक् पतदिते इति सूत्रस्य आधारेण चकारस्य लोपः भवति उत्सर्णा भवति अनन्तरम् इति सूत्रस्य आधारेण प्रकारस्यापि उत्सर्णा भवति लोपः इति सूत्रस्य आधारेण तयोः लोपः भवति तयोः अवशिष्टरूपम् अवशिष्टरूपम् आकार एव अवशिष्टकारम् अनन्तरं अस्ति धातुः मध्ये कोऽपि एकवर्णः नास्ति एकवर्णः नास्ति अवकाशः अस्ति गुणकार्यस्य अवकाशः अस्ति परन्तु ईश्वरणः नास्ति अतः गुणकार्यं भवति आयोगाति अच्छति इति अच्छति लट् लट् रूपं लट् लकाररूपं सिद्धं धन्यवादः सम्यक् ओके इदानीम् अन्य का उक्तवती कर्तुम् इच्छति इति लक्ष्मी उक्तवती लक्ष्मी आगच्छतु भवती किं कर्तुम् इच्छति भृयि कर्तुम् इच्छति वा अत्र किम् अस्ति भृयि किमिच्छति भवत्याः इच्छा महोदये द्वयोः धातोः द्वयोः स्थाने ऋ एव अस्ति हा ओके स्वीकरोतु चलति अस्तु खरञ्ज् प्रथमं धातुः वा प्रत्ययः वा इति द्रष्टव्यं धातुः एव तदनन्तरं वर्णविच्छेदः हकारः ऋकारः ञकाराणां झकारः उपदेशे ञकारः हलन्त्यम् इति सूत्रेण झकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन झकारस्य सः लोपः ऋकारः अनुनासिकऋकारः अस्ति वा नास्ति अनुनासिकऋकारः नास्ति इदानीं किं योजनीयं भुवादिगणे लट्लकारे कर्तरि शप् अस्ति अतः शप् शप् प्रत्ययस्य इत्संज्ञाकरणं करणीयं लशक्पत् इति सूत्रेण चकारस्य इति सूत्रेण अकारस्य उपयोगिरूपम् आ एव अतः अकारः उकारः आ योगः शप् इति कारण शकारः कारणात् षित् अस्ति अतः तिंषित् सार्वधातुकं तदनन्तरं सार्वधातुक आर्धधातुकयोः गुणकार्यं भवति अतः ऋतस्य गुणः अर् भवति तदा अनन्तरम् अर् अर् ऋकारस्य स्थाने अर् आगच्छति अनन्तरम् अकारः अकारः तदे तत्र एव तिष्ठति ति अपि तिष्ठति ओके अग्रे यान्तवान्तादेशे सन्ति अनुगुणम् अर् योगः आ अपि अर् एव भवति सः हरति सूत्रम् अत्र कुत्र आगच्छति एकार ओकार नास्ति न स्वाभाविकसंयोगः हरति इति हरति हा हकार अकारयोः सम्पूर्णहकार रेफ अकारयोः सम्पूर्णरेफः अनन्तरं हरति ओके हरति इति रूपं सिद्धम् ओके अत्र यान्तवान्तादेशसन्धिविषये न आगच्छति हा यान्तवान्तादेश एकार ओकार अस्ति चेत् तदनन्तरम् आगच्छति चेत् तदा एव तस्य उपयोगं भवति अस्तु ओके ओके ए ऐ ओ औ चत्वारः हा चत्वारः वर्णाः सन्ति ओके अहं पठ पठिं धातुः का वदति उषा इति राज उषा इति राज महोदय उषा ओके ओके प्रथमं धातु वा प्रत्यय वा परिशीलनं कृत्वा धातु एव अहं ज्ञातवती अनन्तरं वर्णविच्छेदः कृत्वा मकारः अकारः डकारः अनुनासिक अकारः अनुनासिक अकारः अकारः उपदेशे अज् अनुनासिक इत् इति सूत्रेण अनुनासिक इत्संज्ञा भूत्वा तस्य लोपः अनुनासिकस्य उषा अनुनासिक कस्य इत्संज्ञा अकारः अनुनासिक अकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति ओके अनन्तरं इति उपयोगिरूपम् अवशिष्यते पकारक अकारक पठि इति उपयोगिरूपम् उपयोगिरूपम् अवशिष्यते अनन्तरं वयं किं योजयामः पठ् इति भवादिगणः लट् लकारः एकवचनं भवादिगणः लट् लकारः इति कारणात् एव विकरणप्रत्ययः चप् भवति तिङ् प्रत्ययः ति इति भवति काद् अधिक सारि पट् अधिकं स्टप् अधिकं ति न टप् प्रत्ययः लशक्वत्तदिते इत्यनेन शकारः इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण चकारः सारि पकारः इत्संज्ञा भवति तस्य लोपः इत्यनेन चकारः पकारः लोपः भवति अकारः अवशिष्यते षित् कारणात् सार्वधातुकः षप् सार्वधातुकः किन्तु इक् धातोः अन्ते वा उपादायं वा नास्ति अतः गुणकार्यम् अवकाशः नास्ति पट् वर्णः नास्ति पट् धातोः अङ्गस्य भागे अङ्गस्य भागे इक्वर्णः नास्ति अतः गुणकार्यं न अभवत् पट् योजने अकारः योजने ति इति पठति रूपं सिदन्तरूपं निष्पन्नं भवति पठति इति रूपं सिद्धम् ओके अवगतम् अवगतं भगिनी बृञ्ज बृञ्जधातुः स्वीकरोमि वा अहं का वदति हा गीता समस्या कुत्रापि नास्ति अस्तु भगिनि बृञ्जधातुः औपदेशिकधातुः हलन्त्यम् इति सूत्रेण प्रथमं वर्णविच्छेदं करोमि बकारः योजनं ऋकारः योजनं ञकारः अत्र हलन्त्यम् इति सूत्रेण ञकारस्य इत्संज्ञा भवति तस्य लोपः यकारस्य लोपः भवति लोपः अपि भवति इदानीं इदानीम् उपयोगदातु ब्रु एव उपदेशकदातु एषकदातुः वादिगणः वादिगणधातुः विकरणप्रत्ययः शप् अस्ति अनन्तरं लट्लकार एकवचनं तिङ् प्रत्ययः तिङ्प्रत्ययः तत्र सि एव तिष्ठति आम् आम् इदानीं लषक्व तद्धिते इत्यनेन षकारस्य इत्संज्ञा भवति तस्य लोपः इति कारणेन षकारस्य लोपः अपि भवति हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण पकारस्य लोपः अपि भवति अकारः एव अकारः अवकारः एव इदानीं किं कर्तव्यम् इदानीं परिशीलनं कर्तव्यम् अङ्गभागे सार्वधातुकः अस्ति अस्य इति कारणेन अङ्गस्य अन्तिमवर्णः अस्ति अत्र तस्य गुणकार्यं भवति तत्र अङ्गस्य अन्तिमवर्णः तस्य गुणकार्यं गुणकार्यं कृत्वा किम् आगच्छति तत्र इको गुणवृत्तिः इति सूत्रेण ऋकारस्य स्थाने अर् इति आगच्छति अर् इति आगच्छति ओके अनन्तरं ति तिङन्तप्रत्ययः ति भवति तत्र तिष्ठति इदानीं किं कर्तव्यम् इदानीम् अन्यकमपि कार्यमस्ति योजनं बकारः अर् अर् प्लस् भरति भरति इति निष्पन्नं भवति तदेव तत्र दत्तमपि अस्ति अन्तिमरूपम् अहं दत्तवती तत्र ब्राकेट् मध्ये पश्यतु सर्वत्र अन्तिमरूपं दत्तमस्ति ओके सर्वेषां कृते स्पष्टम् इदानीं स्पष्टं भगिनि स्पष्टं करणं किमर्थम् एतत् स्पष्टीकरणम् अहं बहु सूक्ष्मतया करोमि पुगन्तलघुपदस्य तत्र क्लेशः आगच्छति ओके अग्रे अग्रे गच्छामः हा इदानीम् ओके पुगन्तलघुपदस्य आरब्धं न एतत् इदानीं कस्याः पर्यायः गीता म्यूट् करोतु हा अन्यथा शब्दम् आगच्छति अनिल् आरम्भं करोतु पुगन्तलघुपदस्य उपदायाम् अपि गुणः सूत्रसहिता दृष्टिः पुनः आरम्भं कुर्मः न अहं चिन्तयामि सर्वं विस्मृतम् इति ओके करोतु द्वादिगणे अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम् बिन्दु अ द्वादिगणे धातोः अन्ते इकवर्णः इ उ रि रि अस्ति चेत् तस्य वर्णस्य गुणः भवति यथा भू भो जि जे श्री सर् बिन्दु आ द्वादिगणे धातोः उपधायां लघु इकवर्णः इ उ रि अस्ति चेत् तस्य वर्णस्य गुणः भवति उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः यथा बुध बोध कृष् कर्ष् अत्र बुध धातौ उकारः उपधासंज्ञकः कृष् धातौ ऋकारः उपधासंज्ञकः गते पाठे प्रथमदशायाम् इगन्त अवस्थायां गुणः कथं भवति इति अस्माभिः दृष्टम् यस्य धातोः अन्तिमवर्णः इ उ उ रि रि लि नाम इक् प्रत्याहारे कश्चन वर्णः स धातुः इगन्तः धातुः सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः सप्तमपाठ तृतीय अध्याय सप्तम अध्याय तृतीय श्लोक सप्तमोऽध्यायः तृतीयपादः चतुरस्थिति श्लोकः इत्यनेन सूत्रेण इदानीं द्वितीयदशायाम् इक उपधावस्थायां गुणः कथं भवति इति पश्याम अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति पूर्णदृष्टिः अपि अस्ति आदौ लघुकथायां लघुकथाम् अवलोकयाम ओके तावत्पर्यन्तं किं किं वयं दृष्टवन्तः तस्मिन् विषये उक्तम् अस्ति ते के अन्तिमवर्ण यदि इकवर्ण अस्ति चेत् तस्य गुणः भवति तस्य गुणः भवति तत्र निर्बन्धं किमपि अस्ति वा इकवर्णस्य निर्बन्धनम् इत्युक्ते महोदय ह्रस्व दीर्घ प्लुत इदानीम् उपदा विषये पश्यामः कम्पेर् कुर्मः अन्तिमवर्णविषये तदा भिन्नता कुत्र अस्ति अन्तिमवर्णे कोऽपि एक्सेप्शन् नास्ति तत्र तु ह्रस्व अस्ति वा दीर्घ अस्ति द्वयोः गुणकार्यं भवति परन्तु उपदाविषये किं स्पेशल् अस्ति अत्र केवलं लघु इकवर्णः अस्ति इत्युक्ते ह्रस्व इकवर्णस्य एव कार्यं भवति दीर्घः अस्ति चेत् किमपि कार्यं न भवति अवगतं सर्वे ओके इदानीम् अग्रे गच्छामः कश्चन पर्यायः अनुसूया ओ अनुसूया आगतवती ओके चलो अनुसूया पठतु लघुकथा बुद् बोधति अत्र अकारः उकारः ऋष्वः बुद् धातोः उपधायां प्रत्याहारस्य बुद्धस्य च अस्याम् अवस्थायां बुद् धातोः वादिगणे सन् उकारस्य गुणः शप् विकारप्रत्ययः एव कारणम् किमर्थम् इति चेत् सुगन्धलघुपदस्य सप्तम अध्याये तृतीयपादे षट् अष्टतमः सूत्रेण धातो सूत्रः धातोः उपधायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुकेतरे सार्वधातुकसंज्ञकृत्य धातु अनन्तरम् अधिकं शप् अधिकम् इति षट् अस्ति अतः सार्वधातुकम् अस्ति अतः पुरन्तरूपदस्य च इत्यनेन उपाहस्य गुणः भवति गुणः भवति अतः बोधति ओके यावत्पर्यन्तं किम् अवगतवती भ्वादिगणे ये ये दाति ये ये धातु दातवः सन्ति तत्र षट् प्रत्ययस्य कारणे षित् कारणेन षित् भूत्वा सार्वधातुक प्रत्ययः भवति अतः तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण पुगन्तलघुपदस्य सूत्रस्य न सार्वधातुक आर्धधातुकयोः इत्यनेन सार्वधातुकः प्रत्ययः भवति तदनन्तरं पुगन्तलघुपदस्य एतस्य अवकाशः उपदायाः लघु उपदायाः गुणकार्य लघु वर्णस्य न लघु इक् वर्णस्य लघु पदस्य गुणः भवति गुणः भवति ओके बुद्धदातु तदनन्तरं बुद्ध धातुः भ्वादिगणे अस्ति, अतः शप् प्रत्ययः अस्ति, सि अस्ति सिङ्गधातुः अस्ति, शप् प्रत्यये षित् अस्ति, अतः सार्वधातुकः अस्ति, अतः सार्वधातकार्धधातुको धातुकोयो इति सूत्रेण उकारस्य गुणः भवति भवितुं शक्यते. न न न एकनिमिषं अनुसूया, शप् कारणेन सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यस्य अवकाशः भवति, परन्तु सार्वधातुक अर्धधातुकयोः किं वदति, केवलम् अङ्गस्य अन्तिमवर्णः इक् वर्णः भवितव्यः. ओके, परन्तु पुगन्तलघुपदस्य पुगन्तलघुपदस्य एतत् किं वदति, उपदायाम् इक् वर्णः अस्ति चेत् तस्य गुणकार्यं भवति. ओके ओके, सर्वे अवगतवन्तः? सार्वधातुक अर्धधातुकयोः सूत्रं किं वदति, अन्तिम इक् वर्णस्य गुणकार्यम्. पुगन्तलघुपदस्य किं वदति, उपदा इक् वर्णस्य गुणकार्यम्. एवं भिन्नता अस्ति. ओके, इदानीं पूर्णकथा, कस्याः पर्यायः भागीरथि सूत्रम् उपयोगं कर्तुं सार्वधातुक सार्वधातुकार्धधातुक इति आसीत् खलु. पुनः वदतु. अस्ति प्रथमं सार्वधातुक अर्धधातुक इति यूशन् भवत्याः ध्वनिः सम्यक् न आगच्छति. यतः वा अहं बहिः अस्मि अतः. ओके, शी सेयिङ्ग् फस्ट् यूस् सार्वधातुक अर्धधातुक देन् यु यूस् पुगन्तलघुपदस्य. द फस्ट् स्टेप् इस् सार्वधातुक अर्धधातुक एण्ड् देन् comes puganta. Is that she is asking, is that how first it step, is first step kim asti tingshit sarvadhatukam. Okay, first sampurna katha pashyamaha ansuya ha sampurna katha pashyamaha tada kinchit adikam avagamanam bhavishyati ha kashyah paryaya gita bhagirati va gita bhagirati bhagirati. Okay, purna ka purna katha patatu ha ओके. पूर्णा कथा. बुद्ध लट् लकार विवक्ष वक्तुम् इच्छा, लट् प्रत्ययः विधीयते अत्र. बुद्ध अधिकं लट्, लट् स्थाने प्रथमपुरुष एकवचन तिप्रत्ययः, तिप्रत्ययस्य आदेशः भवति अत्र. बुद्ध अधिकं तिप् अत्र हलन्त्यम् इत्यनेन सूत्रेण पकारस्य संज्ञाः तस्य लोपः इत्यनेन पकारः लोपः. तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ् अतः सार्वधातुकसंज्ञकः. बुद्ध अधिकं ति कर्तरी शप् इत्यनेन सूत्रेण तरी अर्थे इति सार्वधातुके परे शप् प्रत्ययः विहितः. लशक्व तदिति इत्यनेन सूत्रेण ल ल श श लकारः शकारः ककारः वर्गे स्थिते वर्णानाम् इत्संज्ञा प्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत् हलन्त्यम् इत्यनेन सूत्रेण बुद्ध अधिकं शप् अधिकं ति. अतः हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञाः तस्य लोपः इत्यनेन चकारः पकारयोः लोपः भवति. अवशिष्टं रूपम् अकारः. बुद्ध अधिकम् आ अधिकं ति. अनन्तरं किम् आगच्छति अग्रे पश्यामः. यावत्पर्यन्तम् एकनिमिषम् अत्र अत्र अत्र बुद्ध धातु न बुद्ध बुद्ध बुद्ध धातु विषये ओके वादिगणीय न बुद्धिरस्ति वा बुद्ध अस्ति वयं तु बुद्धेव स्वीकृतवन्तः न ओके बुद्धेव वयं पश्यामः वादिगणीय ओके तत्र कियत्पर्यन्तं वयं दृष्टवन्तः बुध वादी वादयः भूवादयः धातवः अतः प्रथमकार्यं तु वयं डिक्लेर् कुर्मः धातु अस्ति इति तदनन्तरं वर्तमाने लट् एतत् वयं दृष्टवन्तः तदनन्तरं तिप् योजितवन्तः लट् स्थाने तिप् योजितवन्तः तस्य योजनकारणं केन सूत्रेण अभवत् तत्तु न दृष्टं अत्र ओके लट् स्थाने तिप् वयं योजितवन्तः परन्तु केन सूत्रेण अथवा कस्य सूत्रस्य आधारेण वयं कृतवन्तः तत् न दर्शितम् अत्र परन्तु यदा अत्र वयं पश्यामः तिप् केन कारणेन आगतं सूत्रस्य आधारमपि दत्तम् अस्ति अवगतम् एतस्य सूत्रस्य अवगमनं किञ्चित् क्लेश तत्र अस्ति क्लेशः अस्ति अतः इदानीम् अहं किमपि न वदामि अग्रे आगच्छति चेत् पश्यामः ओके सिप्तझि सिप्तस्थ सर्वं वयं पठितवन्तः न कुत्रापि कदापि पठितवन्तः तदेव अत्र सूत्ररूपेण दत्तम् अस्ति ओके ततः वयं सिप् स्वीकृतवन्तः तदनन्तरं सिप् कारणेन शप् आगतम् ओके किम् उक्तम् अत्र तिंशित् सार्वधातुकं अतः तिङ् सार्वधातुकसंज्ञा अस्ति सार्वधातुकसंज्ञा अस्ति अतः शप् आगतम् ओके कर्तरि शप् इति रीजनिङ्ग् अस्ति कर्तरि शप् इति अन्य एकं सूत्रम् अस्ति ओके अतः एकवारं सार्वधातुकम् इति वयं टिप् प्रत्ययस्य नामकरणं सार्वधातुकम् इति वयं कृतवन्तः तस्य आधारेण कर्तरि शप् इति सूत्रस्य अवकाशः आगच्छति तेन आधारेण शप् प्रत्ययस्य आगमः भवति तदनन्तरं वयं प्रोसेसिङ्ग् ज्ञातवन्तः पूर्वमेव दशक्वतद्दिते हलन्त्यम् एतयोः सूत्रयोः आधारेण अकारः एव तिष्ठति अनन्तरं किं कर्तव्यं तत् वयं यावत्पर्यन्तम् अवगतं अवगतं भगिनि प्रश्नः अस्ति वा अग्रे गच्छामः भगिनि तत्र लघुकथायाः वादिगणे सन् पदमस्ति सन् इत्युक्ते बिकास् इट् इस् अत्र वादिगणे सन् फ्याक्ट् दट् इट् इस् इन् वादिगण उकारस्य गुणः अस्तु सतिसप्तमी अस्ति अत्र वादिगणे सन् सतिसप्तमी बीयिङ्ग् इन् वैल् बीयिङ्ग् इन् वादिगणे एस् इट् इस् इन् वादिगणे ओके अग्रे गच्छामः गीता भवत्याः पर्यायः इदानीं पुगन्तलघुपदस्य अवगमनं पूर्वतने अस्माभिः दृष्टम् आ शप् इत्यस्य प्रतिनिधिः अकारः शप् इत्यस्य प्रतिनिधिः शकारपकारयोः लोपः भवति किन्तु तयोः लक्षणं तिष्ठति एव शकारस्य इत्संज्ञा अतः अवशिष्टः अवशिष्टः अकारः षित् अस्ति षित् अस्ति अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण शप् अधुना अकारः सार्वधातुकसंज्ञकः प्रत्ययः तदा पुगन्धलघूपदस्य च इत्यनेन सूत्रेण धातौ ह्रस्व इकः गुणः भवति आयोजनं ति वर्णमेलने बोधति बुद्धयोजनं शब्दयोजनति इति प्रसङ्गे पुगन्धलघुपदस्य न न न तत्र मा गच्छतु इदानीं हा यावत्पर्यन्तं यत् अवगतं स्पष्टीकरणं करोतु पुगन्धलघुपदस्य यत् पठितवती अकारः शप् शप् प्रत्ययस्य अकारः तत्र अकारः एव तिष्ठति शकारपकारः लोपः भवति अनन्तरं अकारः एव तिष्ठति शकारस्य इत्संज्ञा इत्संज्ञा षट् भवति शकारस्य इत्संज्ञा षट् इति भवति अकारस्य इत्संज्ञा पित् इति भवति पित् विषये इदानीं न आगतं न पित् अनन्तरमेव आगच्छति इदानीं केवलं षित् विषये पश्यामः षित् कारणेन वयं तिंषित् सार्वधातुकम् इति सूत्रस्य उपयोगं कृत्वा वयं किं कुर्मः अकारस्य सार्वधातुकसंज्ञा कुर्मः ओके तदनन्तरं केन केन सूत्रेण उपदाविषये गुणकार्यं भवति इग उपदायाम् इक्वर्णः अस्ति चेत् ह्रस्व इकः भवति चेत् तत्र गुणकार्यम् अत्र केन सूत्रेण उगन्तलघुपदस्य इत्यनेन यदा उपदा अस्ति ह्रस्व इक्वर्णः अस्ति तत्र तत्र गुणकार्यं कर्तव्यम् अतः साक्षात् किञ्चित् सार्वधातुकम् एतस्य अनन्तरं पुगन्तलघुपदस्य आगच्छति यदा उपदायां लघु इक्वर्णः अस्ति यदा अन्तिमभागे इक्वर्णः अस्ति तत्र लघु वा किं गुरु द्वयमपि चलति अत्र तु सार्वधातुक अर्धधातुकयोः सूत्रम् आगच्छति अवगतम् अनुसूया ओके अनुसूया गता वा ओके इदानीं कस्याः पर्यायः कण्णम्मा आं भगिनि इदानीं सम्पूर्णस्पष्टीकरणं पश्यामः ओके बुद् अधिकं शप् अधिकं ति इति प्रसङ्गे पुगन्तलघुपदस्य च अर्थ इत्यस्य अर्थः पुगन्तस्य 73 सप्तम अध्याये तृतीयपादे षष्ठतमः सूत्रतः पुगन्तस्य षदशीतिः शीतिः सरसीतिः पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः अनुवृत्तिसहितसूत्रम् पुगन्तस्य इति भागम् अधः अवलोकयाम बुध् धातोः कृते प्रसङ्गः नास्ति लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति अस्माकं कृते मुख्यभागः अत्र लघ्वी प्लस् उपदा लघु ह्रस्व ह्रस्ववर्णः लघ्वी इति लघुशब्द स्त्रीलिङ्गे लघ्वी प्लस् उपदा लघुपदा ह्रस्व इख उपदा ह्रस्व इक इ उ ऋ बुद् धातौ लघुपदा नाम बुद् धातौ ह्रस्व उकारः लघुपदस्य लघ्वी उपदा यस्य तत् लघुपदं बहुव्रीहिः तस्य लघुपदस्य तस्य लघुपदस्य अङ्गस्य प्रत्ययात् पूर्वं यः सम्पूर्णभागः सः तस्य प्रत्ययस्य अङ्गम् अत्र शप् इति प्रत्ययः तस्मात् प्रत्ययात् पूर्वं बुद् धातुः अतः बुद् धातुः शप् प्रत्ययस्य अङ्गम् बुद् धातौ लघुपदा ह्रस्व उकारः अपि अस्ति अतः बुद् धातुः स्वयं लघुपदम् आहत्य बुद् धातुः शप् प्रत्ययस्य लघुपदम् अङ्गम् सार्वधातुक आर्वधातुकयोः इति सप्तम्यन्तं पदम् पाणिनीयं सूत्रेषु सप्तमी विभक्तिः इत्युक्तौ पूर्वकार्यम् अतः सार्वधातुकसंज्ञकप्रत्ययात् पूर्वं नाम शप् प्रत्ययात् पूर्वं लघुपदं नाम बुद् धातुः अस्ति चेत् तस्य अङ्गस्य नाम बुद् धातोः अङ्ग लघ्वी उपधायाः इकः इक् षष्टिविभक्तिः इकः नाम उकारस्य गुणः भवति अतः उकारस्य स्थाने ओकारादेशः बुद् प्लस् शप् प्लस् इति बोधति किं किम् अवगतवती इदानीं अत्र लिखितवन्तः पुगन्तस्य लघुपदस्य अङ्गस्य ईकः ईक् वर्णः गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रसहितं गुणं भवति इति तत्र अङ्गं किम् इति उक्तवन्तः अत्र शप् षित् प्रत्ययः अस्ति तत् पूर्वम् एतत् धातु एतत् पदमस्ति तद् अङ्गं तत् प्रत्ययस्य अङ्गम् इति उक्तवन्तः अत्र उदाहरणं बुद् धातु बुद् अधिकं शप् अधिकं ति अस्ति तत् शप् प्रत्ययः स पूर्वं पदमस्ति बुद् तद् बुद् धातुः शप् प्रत्ययस्य अङ्गम् अस्ति अङ्गस्य धातु तद् बुद् धातु अङ्गमस्ति तद् तत्र ह्रस्व उकारः अस्ति तत् कारणात् तद् बुद् पदं ह्रस्व लघुपदम् इति वदन्ति तद् तत् आहत्य तद् बुद् धातुः सप्रत्ययस्य लघुपदम् अङ्गमस्ति बुद्ध अङ्गमस्ति तद् लघुपदमस्ति तद् कारणेन लघुपदम् अङ्गम् इति नामकरणम् अस्ति तस्य सार्वधातुक आर्धधातुकयोः इति संज्ञा इति सूत्रम् अस्ति तत्र तस्य पूर्व पूर्व सप्रत्यय तत्कारणे सार्वधातुक अर्धधातुकः इति मन्ये शप् सित् प्रत्ययः अस्ति तस्य पूर्व लघुपदं बुद् धातु अस्ति तस्य अङ्गस्य लघु उपधायाः इकः इति गुणः भवति तत् कारणेन उकारः उपधा मन्ये अन्तिमवर्णस्य पूर्ववर्णः तत् उकारः अस्ति तस्य गुणः भवति उ ओ भवति आदेशः भवति उकारः ओकारः आदेशः भवति तत् कारणेन बुद्ध बोध इति विकरण चेञ्ज् भवति रूपं स्वीकरोति बोध् प्लस् आ प्लस् ति बोधति इति सिद्धं भवति ओके सम्पूर्णं बहु सम्यक्तया भवती उक्तवती. इदानीं किञ्चित् पश्यामः अस्माकं पूर्वज्ञानं किम् अस्ति विभक्तिविषये. यदा पञ्चमी अस्ति, तृतीया अस्ति, षष्ठी अस्ति, प्रथमा अस्ति, सप्तमी अस्ति. सप्तमी अस्ति चेत् कार्यं पूर्व सप्तमीविभक्त्या पूर्वं कार्यं भवति, आदेशः, आगमः, नामकरणं भवति. पञ्चमी अस्ति चेत् पञ्चमीविभक्तेः परं कार्यं भवति, आदेश. तृतीया अस्ति चेत् उपदा अस्ति. पूर्वं वा परं, परं वा, पूर्वं वा परं वा, परं वा, द्वयोः स्थाने कार्यं भवति अर्हति. ओके, इदानीम् अत्र अस्माकं हस्ते पदानि कानि सन्ति? लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. ओके, इदानीं कष्टः पर्यायः पश्यामि. मुत्तुलक्ष्मी, मुत्तुलक्ष्मी आगच्छतु. अस्ति वा? ओके, इदानीम् उगन्तलघुपदस्य अङ्गस्य इकः सारि गुणः सार्वधातुकार्धधातुकयोः. अत्र स्पष्टीकरणं दत्तमस्ति विभक्तिविषये. लघु सार्वधातुकार्धधातुकयोः तत्र विभक्ति किम्? सप्तमी विभक्ति द्विवचनं. सप्तमी विभक्ति द्विवचनं, हा, इत्युक्ते किमर्थं सप्तमी द्विवचनं? क्षम्यतां, किमर्थं द्विवचनं? सार्वधातुक अर्धधातुकयोः इति अस्ति. इति अस्ति सार्वधातुकम् अर्धधातुकं द्वयोः. ओके, इदानीम् अग्रिमं पश्यामः. लघुपदस्य एतस्य विभक्ति किम्? षष्टि, षष्टिविभक्ति. ओके, अनन्तरम् अङ्गस्य तत्र किं विभक्ति अस्ति? षष्टिविभक्ति एव, पुनः षष्टिविभक्ति. ओके, लघुपदस्य अङ्गस्य विशेषणविशेष्यभावः अस्ति. इदानीम् इकः विभक्ति किं तत्र? षष्टिविभक्ति. आहा, अत्र षष्टि अस्ति वा? प्रथमा, प्रथमा विभक्ति, प्रथमा इति भासते. हा, लघ्वी उपदायाः इकः इक् षष्टिविभक्ति, इकः नाम उकारस्य. ओ, षष्टि एव अस्ति. हा, ओ हो, मुत्तुलक्ष्मी सत्यं, हा, षष्टि एव, साधु. ओके, अङ्गस्य गुणः षष्टि एव द्वयो. गुणः, गुणः किम् अस्ति विभक्ति तत्र? गुणः प्रथमः अस्ति. Am I right, everybody? गुणः प्रथमः. यदा अहं प्रथमा लिखामि, इदानीं चिन्तयतु, कदा गुणकार्यं भवति? निमित्तं किम्? मुत्तुलक्ष्मी विस्मृतवती. अत्र षष्ठी, सप्तमी, प्रथमा सर्वं वयं दृष्टवन्तः. इदानीं निमित्तं किं? सप्तमी, सप्तमी विभक्ति निमित्तं भवति. निमित्तं भवति सप्तमी विभक्ति निमित्तं भवति चेत् कार्यं पूर्वं भवति. अवगतम्? सप्तमी निमित्तम् अस्ति चेत् कार्यं पूर्वं भवति. कार्यं कुत्र भवति? षष्टिस्थाने. षष्टी यत्र अस्ति तत्र कार्यं भवति. ओके, तत्र कार्यं भवति. तत्र किं कार्यं भवति? गुणकार्यं भवति. गुणकार्यं भवति, गुणकार्यं भवति. ओके, षष्टि, षष्टि स्थानम् अस्ति इत्युक्ते इक् वर्णः यत्र अस्ति तदस्ति स्थानम्. कार्यं किं भवति इक् वर्णस्य स्थाने गुणः भवति ओके हा इक् वर्णस्य स्थाने गुणकार्यं भवति कदा गुणकार्यं भवति निमित्तं किं यदा अस्माकं प्रत्ययः यदस्ति तत् सार्वधातुकः अस्ति वा आर्धधातुकः अस्ति तदा एव तस्य पूर्वं यत् दिक्वर्णः तिष्ठति तस्य गुणकार्यं भवितुम् अर्हति यावत्पर्यन्तं सर्वे अवगतवन्तः हा प्रश्नः अस्ति अग्रे अग्रिम अवसरे पश्यामः परन्तु अत्र उदा किम् अभ्यासार्थं दत्तमस्ति पुगन्तलघुपदस्य कथम् उपयोगं कर्तुं शक्नुमः यद्वयम् अद्य दृष्टवन्तः हा किम् अन्तिमवर्णविषये हा केवलं सार्वधातुक अर्धधातुकयोः विषये वयं दृष्टवन्तः यत्र अन्तिमवर्णः किमस्ति इक् वर्णः अस्ति तदेव रीत्या इदानीम् अभ्यासं यत्र यत् दत्तम् अस्ति अत्र हा शुच् कृष् क्रश् हृष् सर्वम् एतस्य किञ्चित् प्रयत्नं कुर्वन्तु ओके अस्तु भगिनि ओके कष्टमस्ति वा अत्र वयं किं दृष्टवन्तः अद्य सम्पूर्णसूत्रं पुगन्तलघुपदस्य इति सूत्रस्य लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति सम्पूर्णसूत्रम् आगच्छति ओके मुख्यभागः दृष्टमस्ति न ओके यावत्पर्यन्तं किञ्चित् किञ्चित् अवगतवन्तः पुगन्तलघुपदस्य इति सूत्रस्य अत्र अन्यत्र अपि अवकाशः आगच्छति हा ओके समापयामः अद्यतन वा किं वर्गं ओके चलो ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः धन्यवादः शुभदिनं शुभरात्रि धन्यवादः धन्यवादः शुभदिनं शुभरात्रि